नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ्लुगन्तधातुः इति पाठः एव अनुवर्तते। तत्र हलन्तधातूनां विषये पठन्तः स्म। तत्र वयं तत्र सप्ताहे धकारान्तधातूनां तकारान्तदातवः चोच्युत् चोकुत् बेबीद् रोरुद् जोकुप् पर्यन्तं साधितवन्तः। इदानीम् अग्रे ह रिप् इति धातुः अस्ति, तस्य रूपाणि साधयामः अद्य। महोदय, भवान् एव आरम्भं करोति वा? तत्र केवलम् एकमेव कार्यम्, अतः भवान् रूपाणि साक्षात् रूपाणि वक्तुं शक्यते चेदपि अलं महोदय। रिप् रिप् सकारान्त महाप्राणः एकनिमिष एकनिमिष एकनिमिष रिफ् हा रिफ् रिफ् रिफ् भवति, अनन्तरं गुणः भवति रेरिफ् इति भवति। रेरिफ् इति धातुः अस्ति, रेरिफ् रेरिफ् योग ति इति, इदानीं रेरिफ् योग ति अत्र किमस्ति, गुणः भवति पुगन्तलघुपद्वति इत्यनेन तत्र रेरेफ् रेरेफ् योगति। इदानीं तकार अस्ति, फकार अस्ति, ति तत्र चत्वं भवति, अतः रेरेति रेरेति इति। अग्रे रेरिफ् रेरिफ् योग इति गुणः न भवति, सूत्रमस्ति न अभ्यस्तस्य अचिपिति इत्यनेन रेरिफ् रेरि रेरिफीति इति भवति। रेरिफ् योगतः अस्ति, अत्रापि फकारस्य पकारः केवलं चत्वकार्यं रेरिप्तः रेरिफति, अत्र रेरिफति अनन्तरं तत् केवलं वर्णमेरणं। रेरिफ् योग सि इति अस्ति, रेरेफ् रेरेफ् इति भवति, रेरेफ् अनन्तरं सि पकारः चत्वं रेरेप्सि रेरेप्सि इति भवति। रेरिफीषि इति अत्र गुण न भवति, केवलं वर्णमेलनं। रेरिप्तः रेरिप्त अग्रे रेरिफ् योगमि, तत्र रेरेफ्मि इति भवति, रेरिफीमि इति तत्र वर्णमेलनं, तत्र किमपि नास्ति। रेरिफ् वः रेरिफ्मः, तत्र चत्वं न भवति। तर्हि रेरेप्ति रेरिफीषि रेरिप्तः रेरिफति रेरेप्षि रेरिफीषि रेरिप्तः रेरिप्त क्षम्यतां रेरेफ्मि रेरिफीमि रेरिफ्वः रेरिफ्मः इति रूपाणि केवलं चत्वारि एव अस्ति। केवलम् एकमेव कार्यं सत्यम्। आम्, रिफ् इति तुदादिगणीयधातुः, रिफति इत्येव रूपं, तस्य अर्थः कः? टु स्पीक्, टु बोस्ट्, टु फैट्, टु इन्सल्ट्, टु गिव्, कथन युद्ध निन्दाहिंस निन्दा हिंसाधानेषु इति अर्थः। कथनं कथन कथनयुद्ध निन्दा हिंसाधानेषु कृदन्तरूपाणि द्वारा रेफणं रेफणीयः रेपणीया रेपकः रेपितुं रेपितव्यः। पूर्वं मया तु न अत्र प्रायः रेफ इति खलु, अत्र अनेन एव भवति इति, अनेन एव रेफ इति रकारस्य रेफ इति वदामः, तत्र रिफ किमपि आसीत् खलु, रेफ तदेकः प्रत्ययः महोदय, तदेकः प्रत्ययः प्रत्ययः योजनेन रेपः इति भवति। आम्, तत् तदस्ति, तस्य अर्थः अनेन शब्देन एव उक्तमासीत्, तत्र टेर्स् इति अर्थे यद् र इति वदामश्चेत् तादृशं भवति इति पठितवान्, रे तादृशार्थः आसीत् तस्य अनेन धातुना एव भवति इति वदति वा आम् तत्र तादृश अर्थ सामान्य ददाति खलु तत्र के तत्र इट् टेर्स् वैल् वैल् प्रनौन्सिङ्ग् र इति किञ्चित् तत्र भवति इति कृत्वा तत् तादृश कुत्र पठितवान् जानामि अस्माकं करपत्रे किमपि कुत्र आसीत् अस्तु पश्यामः अत्र कोश अन्वेषणम् इति अस्ति किल तत्र प्रायः अस्ति वा इति पश्यामः रेफः रिफ् इति दातुतः वा रेफः रिप्यते इति आ सम्यक् एव रिप् इति घञ् इति कश् प्रत्ययः घञ् इत्युक्ते कृदन्त एव किल सञ् प्रत्यय रामः रामयोगः रामयोगः घञ् राम इति भवति घञ् प्रत्ययः हा सत्यमेव यद्वा राधिफन् इत्यनेन वर्णस्वरूपार्थे शब्दादि फन् इति प्रत्ययः तथा च रेप इति औणादिकः समीचीनं रिप् इति धातुतः एव तत्र घञ् इति प्रत्ययः योजयित्वा रेफ वर्णः अपि द्विरेफः इति वदामः द्विरेफः इति खलु तत्र भ्रमरस्य कृते तत्र तत्र द्वौ तत्र भ्रमर भ्रमरस्य तत्र भ्रमरस्य द्विरेफः इति वदामः आम् सत्यम् ओ अस्तु अनेन एव रिप् धातुतः एव आगतम् भ्रमरस्य कृते किं शब्दं महोदय द्विरेफः इति वदामः द्विरेफः एक कुत्र कुत्रापि सम्भाषणे आसीत् खलु रात्रि गमिष्यति इति विषये आसीत् खलु तत्र रेव् तत् तत् करोति रात्रिः गमिष्यति पुनः आगच्छामि इति तत्र चिन्तयति किम् आसीत् खलु द्विरेफे द्विरेफ तत्रैव आसीत् तदेव यदा वयं भविष्यत्कालं पाठयिष्यामः तस्मिन् समये आगच्छति तत् श्लोकं रात्रिः गमिष्यति रात्रिः गमिष्यति किमपि तत्र इदानीं मनसि नास्ति तत् चिन्तयति परन्तु तत् तत् न भवति तत्र गजः उज्जहार इति किमपि भवति खलु गजः आगत्य गजस्य किमपि तद् ध्वंसनं ध्वंसनं करोति आं सत्यं सत्यं रात्रिर्गमिष्यति तृतीयपदं किम् इति न स्मरामि इदानीं परन्तु आम् अस्ति एव अस्तु सम्यक् द्विप् द्विप् धातुतः एव आगतः रेपः इति पदम् उषा भगिनी लोट् भवती अपि अत्र एकमेव कार्यमस्ति अतः रूपाणि जानन्ति चेत् तदा रूपमेव वदतु भगिनि रात्रिर्गमिष्यति भविष्यति सुप्रभातं बाष्पानुदेश्यति हसिष्यति पङ्कजश्री इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार इति नलिनीं गज उज्जहार कोशगतचिन्तयति इति अस्ति तत्र अस्तु द्विरेफ हा हन्त हन्त नलिनीं गज उज्जहार रात्रिर्गमिष्यति भविष्यति सुप्रभातं बाष्पानुदेश्यति हसिष्यति पङ्कजश्री बाष्पः सूर्यः हसिष्यति पङ्कजश्रीः इति कमलं कमलः तत्र बहिः आगच्छामि इति कोशगत तत्र नलिनीं सः इत्युक्ते भ्रमरः चिन्तयति यदा पङ्कजश्रीनाम् उदयः भवति मम तु तत्र इत्थं विचयति कोशगते द्विरेप हा हन्त हन्त नलिनीं गज उच्चहार आं भगिनि Yeah, it was drinking the nectar and then the flower closed. Mm. Satya. Astu. Dvirepa. Tasmat. Tatra. Dvirepa. And then you are there. Nice loka. Even though it's a sad thing. Satya. परन्तु तदा वयं यत्र तत्र भविष्यत्कालस्य विषये तत् श्लोकमेव पुनः पुनः आगच्छति सत्यं द्विरेफ रेरिफ् इति अङ्गं रेरिफ् योगः तु रे रेफ् चत्वं रे रेपतु अनन्तरम् ई तु गुणा नास्ति रेरिफ् योगः ई तु रेरिफी तात् अपि कित् अपित् प्रत्ययः अपित् प्रत्ययः गुणः नास्ति रे रिप् तात् सकारः चर्त्वं भवति अत्र रे रिप् तात् रे रिप् तां रे रिफतु अनन्तरं हि तात् हि फकारः हु जल्भ्यो हेर्दिः इत्यनेन झल् अस्ति इत्यनेन फकारः जल् अस्ति इत्यनेन हि इति धि भवति रे रिप् धि रे रिफ् धि फकारः धकारः पकारः धकारः पकारः चषस्ततोर्धो दः नास्ति ध अस्ति किमपि कार्यम् अस्ति वा इति भगिनी शीट् एव ऐ हेव् टु चेक् फकारः धकारः पकारः धकारः जष्ट्वमेव वा जलां झषि इत्यनेन जष्ट्वं भवति चेत् रे भवति न भगिनि रे रिब् सत्यम् सत्यं तदेव भवति किमर्थमित्युक्ते ध इति तत्र अस्ति किल झषि झष् झषि ध अस्ति एतत्तु जल् जल्वर्णः पका फ महाप्राणः अस्ति इदानीं तस्य तृतीयवर्णः आदेशः भवति एव सत्यं रे लिब् धि अनन्तरं तात् गुणः नास्ति रे रिफ् रे रिप् तात् छत्वं भवति तं त रे रिप् तं रे रिप् त आनि आव आम अजादि अजादिपित् प्रत्ययः नाभ्यस्तस्य अचिपिति सार्वधातुके गुणा नास्ति रे रिफानि रे रिफाव रे रिफाम सम्यक् तावदेव प्रकारः एकं की प्रत्यये परे एव कार्यद्वयम् अन्यत्र तु करि च यदा तुम्बत्तनं लट् लकारं कृतं समानकार्यमेव धन्यवादः विजया भगिनी पुनः आगतवती वा अहं करोमि उषा अरुणभगिनी अस्ति महोदय अरुणभगिनी भवती लङ् करोतु सः विजयभगिनी सुप्रभात रे रिप् इति धातुः ओके रे रिप् लङ् लकार प्रथमम् अनागम भवति लङ् लुङ् लङ् लुङ् लुङ् श्रुदात् इति सूत्रेण अरे रिफ् रे रिफ् यवहत् तकारलोपः भवति अल्नद्योदीर्घदप्रकृतः लिखनेन अरे रेफ् अरे रेफ् वडः भगिनि नकार कदिच था भवति वा अरे रेफ् अरे उपयोगः अस्ति तत्र केवलं तत्र क्षम्यतां गुणकार्यस्य अवसरः अस्ति किल अरे रे आम् अनन्तरं वा अवसाने शब्दं अरे रे ईत् अस्ति अत्र गुणनिषेधः भवति अरे रिफ् युवा इति वर्णमेलनमेव अरे रिफ् रिफ् इति अरे रिफ् रिफीत् अरे रिफीत् ताम् अस्ति अरे गुणनिषेधः अपित्वात् अरे रे रेस्ताम् doesn't sound right. Anasti Anasti Atrapi Gunanishidaha Are Riff Fun Are Riff Fun अरे रिप् योगः तां किल तद् कृतं वा द्विवचनं आं भगिनि अरे रिप् ताम् उहु बहुवचनं करिचन भगिनि आं सत्यम् अरे रिप् तां ताम् अरे रिप्पन् अरे रिप्पन् भवति उहु उहु इति प्रत्ययः भगिनि अरे रिपुः अरे रिपुः ओके यङ्ग् लुङ्क् किल अरे रिप् अरे रिफ् योगस् अत्रापि सकार गुण भवति पदर्मम् अरे अरे रे रिफ् योगः सकार सकारलोपः भवति हल्नाद्य दीर्घात् इत्यनेन अरे रिफ् अरे रेफ् अरे रेप् भवति इस् अत्रापि गुणनिषेधः भवति नाभ्यस्तात् अतो हस् अरे अरे रिफीः रिफीः अरे अरे रिफ् रिफ् तम् रिफ् तम् अरे रिफ् अरे रिफ् अरे करिचापरे भवति अम् अत्र अम् अस्ति तु गुणनिषेधः अरे अरे रिफम् अरे रिफ अरे रिफ् रिफ् सम्यक् सम्यक् तावदेव सम्यक् धन्यवादः अहमस्मि अत्र अस्तु समीचीनं अत्र सर्वत्र इफ् सौण्ड् नास्ति इफ् सौण्ड् एतत् हिन्दीभाषायामेव अस्ति अत्र रिप् प्रथमपकारः एव अत्र श्रूयते एव द्वितीयपकारः द्वितीयपकारः इप् सौण्ड् नास्ति एव संस्कृतभाषायाम् अस्तु महोदय अत्र रे रिप् यात् रे रिप् यातं यातां रे रिप् युः रे रिप् याः रे रिप् यातं रे रिप् यात रे रिप् यां रे रिप् याव रे रिप् याम अत्र कुत्रापि किमपि कार्यं नास्ति अतः तत्र वर्णमेलनमेव इदानीम् अग्रे अपि करोमि वा आम् आम् अग्रिमधातुः लट् रूपं पकार लालम्ब लालम्ब अस्ति लालम्ब इदानीं ति अस्ति ति इति गुणकार्यं भवति अतः लालम् गुणकार्यं ला लम्ब् इति भवति अत्र गुणकार्यं किमपि नास्ति एव खलु महोदय अकारम् सत्यं तत्र किमपि तत्र इकवर्णः एव नास्ति किल नास्ति एव अतः ला लम्बति एव खलु महोदय तत्र अस्माकं करीच चत्वं अकारः नास्ति खलु लम्बति किं महोदय मकारः नास्ति खलु अतः ला लम्बति इति न भवति इति उक्तवान् ला लम्बय खलु ला लम्बय गच्छति अडागमः नास्ति इति उक्तवान् वा भवती उक्तवती ला लम्बति इति उक्तवती अतः अकारः खलु इति ओ ओ अस्तु अस्तु केवलं चत्वकार्यं भगिनी किमपि अन्यत् नास्ति अत्र अतः ला लम्पति एव प्रथमवर्णः भूत्वा करी चतुं भूत्वा अत्र ला लम्पति ला लम्पि आम् आम् ला लम्पि अनन्तरम् ईति इति अस्ति अत्र किमपि का गुणनिषेधः भवति नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन अतः तत्र वर्णमेलनमेव लालं लालं लालं लालं तीति इति भवति वा लालम्पीति लालम्बीति लालम्बीति इति भवति अनन्तरं किमपि कार्यं नास्ति एव तः अति मध्ये अति अपि किमपि कार्यं नास्ति तः अपि कार्यं किमपि नास्ति लालम्प्तः तकारकद्वयं भवति लालम्प्तः लालम्पति इति भवति लालम्पति इति भवति अनन्तरं सि अस्ति एतत् गुणकार्यं भवति तत्रापि अत्र गुण वर्णः किमपि नास्ति अतः तत्र लालम्पसि भवति अत्र किमस्ति सि अस्ति अग्रे किमस्ति अत्र आदेशप्रत्ययोः इति ईषि इति द्वितीयप्रत्ययः लालम्पसि आदेशप्रत्यय कृत्वा एव ईषि इति लालम्बषि अनन्तरं लालम्बी लालम्पीषि इति भवति लालम्प्थ लालम्प्थ लालम्मि लालं लालम्पीमि लालम्पुवः लालम्पः इति भवति लम्बः लम्बुमः भ सर्वत्र लम्बः लम्बः प्रथम एकवचने तत्र केवलं तत्र एव अस्माकं करीच तत्र पाप इति आगच्छति लालं ति लालं सि लालं मि इति अन्यत्र सर्वत्र भ एव तिष्ठति लालम्बीमि लालम्बीमि बीषि भीमि लालम्बः लालम्बः लालम्बः इति भवति सत्यम् अस्तु महोदय धन्यवादः सत्यं तत्र लम्ब् इति धातुद्वयं भुआदिगणे एव अस्ति लभि शब्दे लभि अवस्रंसने इति शब्दे च इति द्वयमपि आत्मनेपदी अकर्मकः सेट् टु सौण्ड् टु मेक् नाय्स् टु शौट् द्वितीय लम्ब् इत्यस्य तु हेङ्ग् डौन् इति अर्थः टु हेङ्ग् डौन् अर्थे वयं प्रायः अधिकम् उपयोगं कृतवन्तः लम्बति विलम्बः आलम्बन तत्र उपसर्ग भवति चेत् तत्र विलम्ब इति तत्र डिले इति भवति खलु आलम्ब इति टु सपोर्ट् आलम्बनम् लम्बते इत्यत्र एकं प्रयोग उदाहरणमपि दत्तं वाल्मीकिरामायणे बालकाण्डे मुनिश्रेष्ठलम्बते रविमण्डलम् इति लम्बते तस्य उपयोगं वयं बहुत्र दृष्टवन्तः लम्बनं यदा महोदयेन उक्तं लम्बनं लम्बित्वा लम्बितुं बालकाण्डं वाल्मीकिरामायणे बालकाण्डे मुनिश्रेष्ठ लम्बते रविमण्डलम् कुमारसम्भवे ललम्बे लिट्लकारप्रयोगः तु भवति एव तस्य वयं अधिकं चिन्तनं मास्तु तत्र अन्येषु लकारेषु प्रयोगः अस्ति वा इत्येव मम जिज्ञास. पेण्डुलं दे यूस् द वर्ड् खलु भगिनि, लम्बनं पेण्डुलं. तत्र अग्रिमलम्बुधातोः विषये तत्र पश्यामः. अत्र अस्ति वा सौण्ड् इत्यत्र प्रयोगः लम्बते लम्बि. तत्र शिशुपालवदस्य एव नालम्बते दैष्टिकथाम् इति लम्बते लट्लकार मेघदूतम् आत्मने किं महोदय? शब्द शब्द शब्द शब्दं करोति इति अर्थे अस्ति वा? आम् लम्ब लम्ब् इत्यत्र शब्दे इति यत्र अस्ति तत्र एव तत्रापि रूपसमानमेव अस्ति लम्बते लम्बते इत्येव. एकस्मिन् धातोः तु शब्दे केवलं शब्दे इति अस्ति, द्वितीयधातोः एव यदा अहम् इदानीम् उक्तवती किल तत् बालकाण्डस्य उदाहरणं लम्बि लभि अवस्रंसने शब्दे च टु हेङ्ग् डौन् पेण्डुलम् इत्यत्र कथं भवति शब्दे इति अस्य अर्थे भवति वा? हेङ्ग् डौन् इति अर्थे न भवति शब्दः प्रायः लभि शब्दे इति अर्थे भवति. लभि शब्दे इति तत्र राजकारिणः लोकसभायां लालम्बति सत्यम् आम् आम् शब्दमेव करोमि शब्दम् लालम्बति आम् अधिकं सत्यं वारं वारं सत्यं वारं वारं किमपि उक्तं चेत् तत्र ते शब्दं कुर्वन्ति समीचीनं तद् तद् सम्यक् लालम् अस्तु भगिनी उक्तम् आं महोदय भवतः क्रमः एव लालम्ब् योगतु इति अस्ति तत्र लालम्ब् योगतु करिच इति लालम्ब् तु इति लालम्ब् योग ईतु किमपि नास्ति लालम्बीतु इति लालम्ब् योगतात् अत्रापि करिचैत्यनेन बकारस्य पकार लालम्ब् तात् तथैव लालम् ताम् लालम्बतु इति भवति लालम्ब् योग हि इति अस्ति लालम्ब् योग हि खलु किं भवति लालम्ब् योग हि ऊजल्भ्योः हेः जल् खलु एतत् लम्ब् जल् आम् सत्यं लालम्ब् योग धि लालम् धि लालम्ब् तत्र धि किमपि नास्ति तत्र लालम् धि एव भवति लालम् धि इति लालम्ब् तात् इति लालम्ब् तं लालम्ब् ता इति लालम्बानि लालम्बाव लालम्बाम लालम्ब् आनि लालम्बानि लालम्बाव लालम्बाम लालम्तु लालम्बीतु लालम्ब् तात् लालम्ब् तात् लालम् तां लालम्बतु लालम्भि इति भवति लालम्ब् तात् लालम्ब् तं लालम्ब् त लालम्बानि लालम्बाव लालम्बाम समीचीनं सम्यक् महोदय धन्यवादः. उषा भगिनी लङ् करोति वा? आं भगिनि प्रथमम् अडागमः अलालम्ब् योगः तकारः अलालम्ब् योगः तकारः तत्त्वम् एव भवति अनन्तरं हल्न्याभ्योदीर्घात् अथवा प्रथमं हल्न्याभ्योदीर्घात् हल्न्याभ्योदीर्घात् इत्यनेन तकारलोपः भवति अलालम्ब् एव सिद्ध्यति अनन्तरं भावसाने इत्यनेन चर्त्वं भवति अलालम्ब् इति भवति. समीचीनं खलु अलालम्प् इति तत्र मध्ये अलालम्प् इति तत्र नुमागम खलु नकार तत् तद् भवति एव कश्चावदान्तस्य जलि अनुस्वारचेयि परसवर्णः यदा पदसंज्ञा जातः तु अवश्यं भवति एव अपदान्तस्य जलि इत्यनेन मकार ओके मकारस्य स्थाने अनुस्वारः भवति अनन्तरं अनुस्वारस्य स्थाने अनुस्वारस्य अत्र ययि परसवर्णः ययि परसवर्णः इत्यनेन अलालम्ब् इति भवति अनन्तरं वावसाने इत्यनेन चर्त्वम् अलालम्ब् इति भवति. अस्तु. अनन्तरम् ईत् अलालम्ब् योगः, ईत् कार्यमपि नास्ति, अलालम्बीत् भवति. भगिनि तत्र एकनिमिष, अलालम्ब् अलालम्ब् योग इति अस्ति, अलालम्ब् नकार बकार तकार अस्ति, तर्हि तकारस्य लोपः भवति. इदानीं नकार बकार खलु तत्र नकार बकार अस्ति खलु, नश्च पदान्तस्य जलि महोदय अनुस्वार भवति खलु, न न अनुस्वारतः पूर्वं तत्र संयोगान्तस्य लोपः तत् तत् पूर्वम् अस्ति खलु, अलालन्येव भवेत् खलु, मकार बकारयोः संयोगः वा. आम् नकार बकार अस्ति खलु, लबि इति इन्दुनुम् दातव्य नकारः भवति लबि इति मूले, नकार बकार अस्ति, नकार बकार तकार, तकारस्य लोपः भवति, नकार बकार अस्ति. इदानीं नश्च पदान्तस्य जलि इत्यस्य तत् पूर्वं संयोगान्तस्य लोपः इति तद् भवति खलु, संयोगान्तस्य लोपः एय्टु महोदय. नश्चपदाञ्जलि किं कः नश्चपदाञ्जलि, नश्चपदान्तस्य जलि ओ एय्त्रिया खलु, नश्चपदान्तस्य जलि इति एय्त्री भवति, संयोगान्तस्य लोपः लोपः एय्टु एय्टु ट्वेण्टि त्री. अस्तु अस्तु, प्रथमं देन् संयोगान्तस्य लोपः इत्यनेन अलालम्ब् योगः अलालम्ब् इति भवति, अलालम्ब् इति भवति चेत् संयोगान्तस्य लोपः इत्यनेन अलालम्ब् एव भवति, अलालन् एव तत्र मूले नकार इति, अलालन् अलालन् एव भवति. देन् सम्यक् वा, पूर्वं कृतवन्तः किल लालं धातुः बहुवारं पूर्वं वयं तत्र प्रायः तत्र वयं तत्र सन्धि हल् सन्धि धातुपाठे हल् सन्धि इत्यस्मिन् अहं स्मरामि अलालन् एव भवेत् भवति it doesn't sound right, ala lan ala lan ke ala lan ah kara athava anashvidhi कारबकारयोः संयोगः, मनकारबकारयोः संयोगः तु तत्तु चुकवन्तः इत्येव चिन्तयामि. आं भगिनि अहं श्रुतवान्, अहं स्मरामि इदानीम्, अहं न जानामि परं स्मरामि, सम्यक्तया स्मरामि इति अलालन्येव आसीत् इति चिन्तयामि, ततः धातुपाठे हल् तादृशं स्वीकुर्मः यदि परिवर्तनम् अस्ति चेत् अग्रिमसप्ताहे, अहमपि मम नोट्स् मध्ये द्रष्टव्यं, पूर्वतन नोट्स् मध्ये लालं बहुवारं वयं कृतवन्तः पूर्वं प्रायः, अस्तु स्वीकुर्मः दोषः तत्र दोषः अलालन् इति लेट्स् कीप् अलालन् अस्मिन् सप्ताहे अनन्तरं वयं स्वीकुर्मः, यदा परिवर्तनमस्ति चेत् अहं वदामि अग्रिमसप्ताहे अस्तु. अनन्तरम् अलालम्ब् योगः ईत् अलालम्बीत् भवति, तां गुणा नास्ति, अलालम्ब् अलालम्ब् तां चर्त्वं अलालम् लम्प् ताम् इति भवति, उः अलालम्ब् योगः उः अलालम्बुः इत्येव भवति, सकारः अलालम्ब् योगः सकारः मध्यमपुरुषे एकवचनं अलालम्ब् योगः सकारः, अत्रापि प्रथमं हल्ङ्याभ्यो दीर्घात् सूत्रस्य वृत्तं हल् सकारलोपः भवति, पदं जातं भवति अलालम्ब् इति भवति, अत्रापि नकारबकारसंयोग इति दृष्ट दृश्यते चेत् अलालन् ब् इति भवति, अनन्तरं संयोगान्तस्य लोपः इत्यनेन अलालन् अलालन् एव अलालन् एव भवति. ओके, अनन्तरं ईः इति अस्ति अलालम्ब् योगः, ईः अलालम्भीः, तं चत्वं भवति अलालम् तम् अलालम् त चत्वम्. अं वम अम् गुणकार्यं नास्ति अत्र, अल् वाट् इस् देट् नाभ्यस्तस्य चिपिति सार्वधातुके. अला लम्ब् अला लम्बम् इति भवति. वकारमकार चर्त्वमपि नास्ति, हर् नास्ति. अलालम्ब्व भगिनि बकारा वकार अस्माकम् एकं सूत्रमासीत् किल, तत्र मकारः यदा आगच्छति तत्र कश्चन कार्यं किम् अत्र कार्यं करोति वा तद् अलालम्ब योगः मकारः अलालम्ब अलालम्बम तत्र एकवचने किं लट्लकारे परिवर्तनं नास्ति भगिनि, तदेव अलालम्ब लट्लकारे तु तादृशमेव अस्ति आसीत् किल, लालम्बः लालम्बमः इत्युक्ते अत्रापि तदेव भवति तत्र मकारान्तधातुः अस्ति चेत् मोनो धातोः इति सूत्रम् मध्ये मोश्च इति किमपि एकं सूत्रं कुत्रचित् पठितं किल, तत् किं कार्यं करोति जयतु मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादि मकारान्तधातुः भवेत् तत्रापि नकारादेशः भवति. पूर्वसूत्रख्या किं भगिनि मोनो दातु 8 to 65 अग्रिमोश्च तदेव अहं चिन्तितं, परन्तु मकारान्तधातुः भवेत् धातु मध्ये प्रशां योगः अभ्याम्. एतत्तु वयं सर्वदा सन्धि यदा कुर्मः तस्मिन् समये आगच्छति किल, प्रशान् भ्याम् प्रशां योगः अभ्यां प्रशां भ्यां मोनो धातोः अग्रिमसूत्रं मोश्च मोश्च. सिद्धान्तकौमुद्यं दृष्टवन्तः खलु महोदय अत्र भवती यदा इदानीम् उक्तम् आम् लघुकौमुद्री प्रायः आम् तत्र भ्यां व्यस् तत्र आसीत् किल ततः तत्र आगतं प्रशान्तः सुप् मान्तस्य धातुः मस्य नकारादेशः भवति इति दृष्टवन्तः. सत्यं सत्यं मकारस्य नकारादेशः भवति सत्यम् पदस्य अन्ते. धन्यवादः. कस्य क्रमः अरुणा भगिन्याः क्रमः विधिलिङ्ग् अनन्तरम् अग्रिमदातु आम् विधिलिङ्ग् वदतु अनन्तरम् अग्रिमदातुः स्वीकरोतु भगिनि. विधिलिङ्ग् सर्वे अपितः वर्णं गुणकार्यं नास्ति वर्णमेलमेव लालभ्यात् लालभ्यातां लालभ्युः लालभ्याः लालभ्यातं लालभ्यात लालभ्यां लालभ्याव लालभ्याम सोशुभ् धातु सोशुभ् युगति प्रथमं गुणकार्यं भवति सो शोब् व्यवहति तकार अस्ति जल जस्तोर्धोर्धः इत्येतत् तकारस्थाने धकार आगच्छति सो शोब् व्यवहति तदनन्तरं खरिच खरिच जस्ट् अल्पप्राण इति अत्र गुणकार्यं नास्ति ग्रस्तस्य पूर्वपिति इति सूत्रेण गुणनिषेधः शोशुभ् योग इति शोशुभीति भवति शोशुभीति ताम् अतः अतः शोशुभी गुणकार्यं नास्ति शोशुभी अत्रापि तकारस्थाने धकार आगच्छति ज्येष्ठो धोतः इत्यनेन शुशो योगी जलां जषि इत्यनेन शोशुभिः भवति शुशुब्धः भवति अतु अति अस्ति शोशुभ् युगः गुणकार्यं नास्ति पित् अस्ति शोशुभाति भवति सि मध्यं पुरुषे एकवचनं सुशुभासि अत्र सि अस्ति चेत् खरि खरिच भगिनि अत्र ईशि इत्यत्र वा ईशि इत्यत्र वा सि इति सि सि सि अत्र इत्यत्र आं भवति एव खरिच इति खरिच किं भगिनि गुणः अनन्तरं गुणः शोशोभ् योगः क्षम्यतां खरिच नास्ति सत्यमेव सत्यं सत्यं खरिच बकारस्थाने चतुर्थ लप् शोषुभ्यसि भवति शोषुभ्यसि भवति ईशी गुणनिषेधः वर्णमेलनमेव शोषुभीषि भगिनि ओके आदेशप्रत्ययो न भवति भगिनि तत्र प्रत्ययः एव षि एव शोषुभीषि ओके अतः शोषुभिः अत्रापि तः इति यस्ततोर्धोर्धः इति धकारस्थाने धकार आगच्छति तदनन्तरं जशां जलां जषि इत्यनेन भकारस्थाने पकार आगच्छति शोशुद्धि भवति शुशुब्धः भवति शुशुब्ध मध्यपुरुष बहुवचनं मे अस्ति अत्र शुशुब् सो गुणः भवति शोशोब् योगः मि शोशोब्मि इमि शोशो शोशुभिनि शोषि शोशुभि शोषिव शोषिम वहामः शोषिभः शोषुभः सम्यक् शोषुभः शोषुभः धन्यवादः भगिनि महोदय लोट् वदति वा अहमेव खलु अस्तु महोदय आं क्षम्यतां भगिनि आं भवत्याः अस्तु शोषुभ् इति भवति अत्र पुकुन्दलघुपदस्य च इत्यनेन उकारस्य स्थाने उपदा स्थितस्य ओकारस्य स्थाने ओकारः भवति अतः तत्र शोशोभतु इति भवति खलु महोदय अनन्तरम् अत्र ईतु अस्ति अत्र नाभ्यस्ता एतत् सूत्रेण अत्र किमपि कार्यं नास्ति अतः वर्णमेलनमेव वर्णमेलनमेव, अतः तत्र शो शुभति, सो सुबीति इति, सो सुबीतु इति भवति, सो सुबीतु इति भवति. तात् किल, तु ईतु तात् लोट् एव, तु तात् सो ईतु अस्ति खलु, तु ईतु तु ईतु, सो सुबीतु इति भवति. अनन्तरं तात् अस्ति, तात् अत्र किमपि कार्यं नास्ति, अत्रापि वेल वर्णमेलनमेव, शो शुभता शुभतात् इति भवति, शुप्तात् तत्र अस्माकं करीच, करीच इत्यनेन प्रथमवर्णः भवति. सो शो शुप्तात् इति भवति. अनन्तरं शो शो सुप्तां भवति, शो सुपतु इति भवति. अनन्तरं हि अस्ति, हि अत्र हो जल्ब्यो हेर्दि इति सूत्रेण हि स्थाने दि भवति. शो के गुणकार्यं निषिद्धं भवति अत्र, हलादि अपि तस्ति. सो सुबद्धि इति भवति, अत्र जलां जस् जशि इति अपि कार्यं करोति, अतः तत्र शो सो शुभ सो सो शुभद्धि इति भवति, सो शुब्धि इति भवति. अनन्तरं पूर्वमेव दृष्टवन्तः सो सुप्तात् इति, सो सुप्तात् पकारः, सो सुप्तात् इति भवति. अनन्तरं सो सुप्तं, सो सुप्त आनि अत्र नाव्यस्त नाव्यस्तस्य आचेप् इति सार्वधातुके इत्यनेन गुणनिषेधः भवति, अतः वर्णमेलनमेव. सो शुभानि, सो सुपानि, सो सुपा वा सो सुपाम इति भवति, अत्र करिचकार्यं न करोति, अतः तत्र वर्णमेलनमेव. सो शुभानि, सो शुभा वा सो शुभाम इति भवति. सम्यक् सम्यक् तावदेव, धन्यवादः. धन्यवादः. शुभ् इति धातुत्रयमस्ति, एकं तु द्वयं भुवादिगणे अस्ति, भाषणे. आं महोदय, शोभते इति खलु, तदेव आम्, शोभते इति शोभति इति एकमस्ति परस्मैपदी धातुः, शुभ् धातुः भुवादौ, तत्र टु स्पीक् टु शैन् इति अर्थे, शुभ्दीप्तौ इति अस्ति, तदेव शोभते इति रूपम् अस्ति. अतः एकः परस्मैपदी, द्वितीयं तु आत्मनेपदी. पूर्वं गतसप्ताहे अपि वयम् एतादृशमेकं दृष्टवन्तः, प्रायः तत्र एकः परस्मैपदी धातुः ज्ञातु परस्मैपदिन द्वौ स्तः महोदय, अत्र तुदादिगणीयः अपि अस्ति, तुदादिगणीयः अपि अस्ति. आत्मनेपदिनार्थः शोभते इति अपि अस्ति, शोभते शोभति इति अस्ति वा, परस्मैपदी नास्ति खलु, शुभति वा, शुभति न शोभति, शोभति शुभति इति नास्ति, शोभति इत्येव शुभति भवेत् खलु, तुदादि तुदादिगणे अस्ति चेत् तुदादिगणे परस्मैपदी शुभति इति सुदादि, आम् सत्यं, सुदादिगणे अस्ति एकः प्रयोगः अस्ति, परन्तु शोभते इत्यस्य वयं दृष्टवन्तः, श्रुतवन्तः, शोभते राजते, शोभते इति तु प्रसिद्धः, शुभति इति, शुभति टु शैन् टु लुक् ब्यूटिफुल् शुभति इति, शुभ दीप्तौ इति तु प्रसिद्धः, शुभ भाषणे भाषणे हिंसायां च इति परस्मैपदी भुआदिगण्यः एव, शोभति इति अर्थे तत्र उदाहरणमस्ति वा इति तत्रापि उदाहरणं नास्ति. सुशोभ इति रूपं तु श्रुतमेव किल, सुशोभ सुशोभ सुशोभते इति, तत्र सुशोभते इति भवति खलु, सुन्दरे शोभते इति सम्यक्तया, सुशोभते अजते इति कृदन्त शोभनं, शोभनीयः शोभितुं शोभिता प्रशुभ्य प्रसिद्धमेव समीचीनम् अस्तु महोदय इदानीं भवतः क्रमः तत्र अहं दृष्टवान् तत्र प्रथम हल् सन्धि प्रथमकरपत्रे अस्ति अलालम् इति अलालम् इत्यस्य एव अलालम्ब् इति तत्र भ्रमः भवति जनानाम् इति लम्ब् अनन्तरं मकारः अस्ति मोनो धातो अनेन नकारः भवति वा इति प्रश्नः तद् नास्ति अलालम्ब् इति भवति अलालल् इति भवति तर्हि अलालल् अनन्तरं मोनो धातो इति नकारः भवति वा इति अलालम् इति इत्यस्य मकारस्य नास्ति तद् अलालन् इति नकारः एव अस्ति इति तत्र स्पष्टीकृतम् अलालन् एव अलालन्ने ओ अस्तु अस्तु पुनः पठामि यदि अलालम्ब् आसी अस्ति चेदपि अलालम्ब् मकारस्य लोप अलालम् अनन्तरं मकारपदान्ते मकारस्य मोनो धातौ इति कार्यं करोति अतः तत्र सूत्रसङ्ख्या परम् अस्ति खलु अतः तत् न भवति इति यद्यपि रूपं साधयितुं शक्नुमः मोनो धातौ इति परसूत्रमस्ति तत्र नस्य पूर्वमेव भवति अलालन् एव भवति इति तत्र चर्चितमस्ति प्रथमकरपत्रे वा अस्तु धातुपटे हल्सन्ध् इत्यस्मिन् अस्ति अत्र अत्र एतत् स्वीकृत्य एव दत्तमस्ति पदान्ते संयोगः अस्ति चेत् किं भवति इति समीचीनं सम्यक् सम्यक् पठामः इनो पुनः एकवारं द्रष्टव्यं समीचीनम् अस्तु महोदय भवान् अस्ति वा लङ् एकनिमिषम् किमस्ति धातु का एकनिमिष शोशुभ् शोशुभ् शोशुभ् शोशुभ् इति अस्ति शुभ् शुभ् अनन्तरं शोशुभ् इति भवति गुणयङ्गुको शोशुभ् शोशुभ् योग त् इति अस्ति तकारस्य लोपः भवति अलङ्गीयप्रदीगासु शोशुभ् इति भवति शोशुभ् सारि शोशोभ् योग त् तकारलोपः शोशोभ् इत्येव शोशोभ् अनन्तरं जलां दशते शोशोभ् अथवा शोशोप् इति रूपद्वयं भवितुमर्हति शोशुभ् योग ईत् अत्र गुणनिषेधः न अभ्यसति इति चित्रेण शोशुभीत् इति भवति शोशुभ् योग ताम् अत्र शोशुभ् योग ताम् तत्र जश्वर्ण अस्ति अतः धकारः भवति जशस्ततोः दः इति शोशुभ् योग धाम् अनन्तरं जलां जश् जश् इत्येन शोशुभ् धाम् इति शोशुभ् योगौः शोशुभ् अश क्षम्यताम् अशो अशोशुब्धाम् अशोशुभ् योगौः अशोशुभ् शुभुः इति भवति शोशुभ् अशोशुभ् योगस् अशोशोभ् योगस् अनन्तरम् अशोशोभ् अथवा अशोशोप् इति रूपद्वयम् अशोशुभ् योगैः गुणनिषेधः अशोशुभीः इति भवति अशोशुभ् योगतम् अत्रापि जशत्ततोः इत्यनेन धम् इति भवति अनन्तरं जलां जश् जशि इत्यनेन अशोशुब्धम् इति भवति अशोशुब्ध इति अनन्तरम् अशोशुभ् योग अम् अशोशुभम् इति अत्र अजादि पिति इति कृत्वा अशोशुभम् अशोशुभ्व अशोशुभ तर्हि अशोशोभ् अशोशोभ् अशोशुभीत् अशोशुब्धाम् अशोशुभुः अशोशोभ् अशोशोभ् इति भवति अशोशुभीः अशोशुब्धम् अशोशुब्ध अशोशुभम् अशोशुभ्व अशोशुभ्म इति रूपाणि समीचीनं सम्यक् यदा वयम् अडागमः तत्र योजयामः यद्यपि तद् लङ् रूपमस्ति तदापि निषेधार्थे श्रूयते अशोशुभ अशोशुभ् इति वदामः चेत् आम् सत्यं धन्यवादः महोदय उषा भगिनी भवत्याः क्रमः विधिलिङ्ग् अग्रिमदात् ज्ञात्यातां युः शोशुभ् इति अङ्गं शोशुभ्यात् शोशुभ् यातां शोशुभ् युः शोशुभ्याः शोशुभ्यात्थं शोशुभ्यात शोशुभ् यां शोशुभ् याव शोशुभ्याम अनन्तरं किं जहाय् है इति जहाय् इति धातु है इति धातु द्वित्वं झ भवति अनन्तरं दीर्घो जाहै इति भवति जाहै इति अङ्गं लट्लकाररूपं जाहै कार्यम् अत्र नास्ति ती जाहै गुण अपि नास्ति चर्त्वम् अपि नथिङ्ग् नास्ति या जस्ट् जाहैति जाहैति जाहैति जाहैति लोपो व्योर्बलि ओ लोपो व्योर्बलि इत्यनेन लोपः भवति यकारस्य लोपः भवति सत्यम् ओके जा देन् जाह जाहति जाहति जाहति सत्यं जाहयीति देन् अत्र वल् नास्ति इत्यनेन जाहयीति तः तत्रापि यकारलोपः जाहतः जाहतः अति जाहयि हयति जाहयति सी वल् वल् अस्ति सो यकारलोपः भवति जाहै जाहसि जाहसि सकारः ओ देर् आदेशप्रत्ययोः इत्यनेन आदेश इत्यनेन प्रत्ययः इत्यनेन जाहसि अनन्तरं जाहयीषि एव ईषि किल न न सि प्रथम जाहसि एव ककारः नास्ति प्रत्यय आदेशप्रत्ययोः इत्यनेन ऐ थाट् ओके बट् इन्कोः इति नास्ति इत्यनेन जाहै योगः ईषि जाहयीषि तहत तहत बल्वर्णः लोपो व्योर्बलि यकारलोपः जाहतः जाहथ अतः अत्र ओके मी इमि मी जाहै मकारः बल्वर्णः नास्ति सर्वे हल् वर्णाः सर्वे ओके आम् सो जाहमि जाहमि जाहमि अतो दीर्घो यही अतो दीर्घो जाहामि ओके जाहामि जाहामि आं भगिनि देन् जाहै योगः इमि जाहयिमि जाहै योगः वः अनन् तदपि वल्वर्ण अत्र सो जा जाहवः जाहावः जाहावः जाहामः अतो दि जाहावः जाहामि जाहावः जाहामः आमां बहुपूर्वं दृष्टवन्तः लोपो व्योर्वली अधिकम् उपयोगं कृतवन्तः अतो दीर्घो ययि इति अपि भवति अत्र जाहामि जाहावः जाहामः सामान्यतः वयं तत्र अदन्त अङ्गमस्ति चेद् वा इति चिन्तयामः तत्र इदानीं डिफाल्ट् अदन्ताङ्गं भवत् अतः सत्यं सत्यम् आम् सन्धिना है आम् है इति गत्यर्थकधातुः हयति अत्रापि प्रयोगः न अस्तु हयति हयतः इत्येव भुवादि अस्ति खलु भगिनि आम् आं भगिनि आदित्यहृदये थिङ्क् इत् आदित्यहृदये हयति इति वा हयति नास्ति हयर् ऐ डो हयर् लाट् आफ् प्लेसस् या हय आं हय इति आं सत्यं हयग्रीव अश्वः अस्ति खलु हय अश्व आम् हय तस्य तस्य मुखम् अपि अश्वः इव इति भवति अतः तत्र हयग्रीव ग्रीव इति कण्ठः अस्ति हयग्रीव इति हयस्य दशग्रीवः हयग्रीवः तादृशं सत्यं सत्यं मम क्रमः इति न न न अरुणा भगिन्याः अस्तु ओ अरुणा भगिन्याः वा भगिनि आं भगिनि आम् अधुना लोट् लोट् जो जाहय जाहयतु अपित्तस्य परन्तु तत्र गुण इक्वर्णः नास्ति उपदायं वर्णमेल यकारलोपः भवति लोपो व्योर्वलि इत्यनेन जाहतु ईतु अत्र वर्णमेलनमेव जाहयितु तात् अस्ति तात् अपि वल् वर्णकार अतः लोप् यकारलोप भूत्वा जहत् एव पुनः जाहतात् य केवल गुणनिषेध वर्ण तात् ताम् अत्र अपि लोपव्योर्वलेन यकारलोपः जहतां जहायु जाह सर्वत्र जाह जाह अतु जाहतु जाहयतु जाहयतु जायः योग हि अत्रापि यकारलोप भवति लोपव्योर्वलेन हि हि स्थाने धकार आगच्छति भगिनि हकारान्तः इदानीं किल पूजल्भ्यो हे हे दिः जल् नास्ति हकारः अतः तद् तु कार्यं न करोति किल केवलं लोपोव्योर्वलि एव जहाहि भवति वा जहाहि तु जाह सर्वत्र जाह भगिनि किञ्चित् क्लेशः भवति तु अन्तमि ईसि ईसि जाहयीसि जाहयीषि इह इहि जाहयीषि तात् खलु इदानीं तत्र तात् खलु उक्तं अत्र किं महोदय द्वितीया अत्र लोपव्योर्वलि जो जाहि जाहतां जाहुः जाहयोगः हि तदेव वयं कृतवन्तः लोप एव जाहि जाहयीहि जाहहि जाहतात् ईसि अपि अस्ति न भवति लोट् लोट् ओ ईस् नास्ति वा नास्ति ओ ओके जाहयतं बलि यकारलोपजाहतां जाहत आम् अस्ति वर्णमेलेव जाहयाम् आनीयाव आम लोट् किल भगिनि ओ गुड् लोट् गुणभट् वर्ण इक्वर्णः नास्ति केवलं वर्णमेव जाहयाम जाहयाव जाहयाम न न प्रत्ययः आनीयाव आम न तु अम्ब लोट् किल जोहयानि जोहयाव जोहयाम जाहयानि जाहयाव जाहयाम समीचीनं समीचीनम् आम् इदानीं विजया भगिनी लङ्ग् आं महोदय, अत्र लङ् अस्ति, लङ् अस्ति चेत् अत्र लुङ् लङ् लृङ्क्षु अडदातः इत्यनेन सर्वत्र अडागमः भवति. रूपं तु अजाहै इति भवति. अजाहै इदानीं लङ् इत् अस्ति, अत्र हल्यभ्य दीर्घतस्तुति सपृक्तम् इति सूत्रं कार्यं न करोति खलु महोदय? हल् वर्णः अस्ति. अतः तत्र अपृक्तवर्णः अस्ति, अतः तत्र एतत् तकारः लुप्यते, अतः तत्र अजाहै इत्येव तिष्ठति. सत्यं सत्यम् अजाहै. अनन्तरम् ईत् अस्ति, अत्र किमपि कार्यं नास्ति एव, गुणनिषिद्धः भवति. गुणनिषेधः भवति, अतः तत्र अजा न अजा अजाः ईतु इति भवति. अजाः ईतु इति भवति. अनन्तरं तात् भवति अजाः ईतु. सत्यं सम्यक्. अनन्तरं तात् अस्ति, तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव. अजाः अजाहयत्तात् कार्यं करोति किल, वलादि वल्लेव किल ककार. आम् लोपो व्योर्वलि इत्यनेन तत्र यकारस्य लोपः भवति. सत्यम्. अतः तत्र अजाहतात्, अनन्तरम् अजाहताम्, अजाहतु, अजाह, आम् आम्, सर्वत्र अत्र यकारस्य लोपः भवति, लोपो व्योर्वलि इत्यनेन. अतः तत्र अजाहतु इति भवति बहुवचने. अनन्तरं हि, तत्र हू जल्भ्यो हेति इत्यनेन हि स्थाने दि भवति. अनन्तरं अरुणा भगिनी लङ्लकारं प्रत्ययम् उपयुज्य लोट् साधितवती, भवती लोट् प्रत्ययं मम दूरवाण्याम् अत्र आवरणम् अत्र भवति, अतः एव. अस्तु, तत्र इदानीं सकारः अस्ति, सकारस्य स्थाने हल्गाभ्य दीर्घात् श्रुति सपृक्तम् इत्यनेन लोपः भवति, अतः तत्र अजाः, एकनिमिषं भगिनि, अजा अत्र अजाहय अजाहै तावदेव तिष्ठति. सकारलोपः तु जातः किल, अजाहै यकारस्य किमपि परिवर्तनं न भवति, अतः अजाहै. सकारः वल् प्रत्याहारे नास्ति. अस्तु, इदानीम् ईः अस्ति, ईः अत्र, ईः अत्र गुणनिषेधः भवति नाभ्यस् इति सूत्रेण. अत्र अजाः अजाः ईः इति भवति, अजाः ईः इति भवति. अनन्तरम् अजाः तम् अजाहत भवति. अनन्तरम् अम् अत्र नाभ्यस्ता, अत्र एतत् सूत्रेण किं भवति, अत्र गुणनिषेधः भवति, नाभ्यस्तस्य अचि पिति सार्वधातुके इत्यनेन गुणनिषेधः भवति, अतः वर्णमेलनमेव. अजाह अजाह अम् अजाहम् अजाहम् अजाहयम् अजाहय इम् अजाहयम् इति भवति. अनन्तरम् अजाहय अजाह अजाहयव वा प्रत्याहारे अस्ति, वल् प्रत्याहारे अस्ति अतः यकारस्य लोपः भवति अतः तत्र अजाघव दीर्घो यै दीर्घः अपि भवति अतो दीर्घो ययि इति सूत्रेण अतो दीर्घो ययि इति सूत्रेण अत्र दीर्घः भवति यै प्रत्याहारपरे अस्ति चेत् अतः तत्र अजाहाव अजाहाम इति भवति सम्यक् केवलं बकार ययि प्रत्याहारे अस्ति इति कृत्वा एव दीर्घः अतो दीर्घो ययि अजाहाव अजाहाम समीचीनम् धन्यवादः धन्यवादः उषा भगिनी भवत्याः क्रमः उषा भगिनी जाहै जाहै इति जाहै योगः विधिलिङ्ग् लकार जाहै यात् वरट् सो यकारः वल् नास्ति वर्णमेलनमेव जाहैयात् जाहैयात् जाहैयातां जाहैयुः जाहैयाः जाहैयातं जाहैयात जाहैयां जाहैयाव जाहैयाम ओके समीचीनमेव किल हयवरश्च वल् एव अतः बकारात् आरभ्य एव यकारं विना यकार अग्रिममपि स्वीकरोतु वा आं महोदय क्षम्यता न भवति आं सत्यं अग्रिमं तोतुर्व इति तत्र केचन नूतनसूत्राणि आवश्यकानि भवती करोतु पश्यामः कुत्र कुत्र तत्र परिवर्तनं ज्वर त्वर सूत्रं सर्वम् आगच्छति ज्वरत्वर तत्र करपत्रे किमर्थं न दत्तम् इति अहं न जानामि परन्तु तत् सर्वम् आगच्छति खलु किं महोदय कुत्र अस्ति कुरु इति दातु खलु ज्वरत्वर इत्यस्मिन् नास्ति खलु राल्लोपः इति कार्यं करोति रकार आमामां तत् ज्वरत्वर आगत्य अनन्तरं रालोपः ज्वरत्वर स्विवि किं सूत्रं तद् 6420 ज्वरत्वर स्विव अव नव उपदा वकार वकारस्य स्थाने ऊट् भवति ऊट् आदेशः रालोपः इत्यनेन तस्य बाधा भवति ओ इमिडियट्लि अनन्तरं सूत्रं 421 राल्लोप इति तथे अत्र तुरु इति दातु खलु तत्र तुरु इति दातु तत्र ज्वरत्वर इति तस्मिन् भवति वा त्वर तुर्व तुर्व इति दातुः तुर्व त्वर इति तुर्व त्वर नास्ति त्वर भिन्नमस्ति त्वरते तुर्विः भिन्नमस्ति खलु न महोदय तत्र सूत्रं ज्वर ज्वर स्विवु यमि यमां किल उपदायाञ्च एकनिमिषम् अहं सूत्रमेव स्वीकरोमि तत्र तत् एकमस्ति ज्वरत्वर इत्यस्य तद् द्वयोः स्थाने ऊट् आदेशः भवति परन्तु राल्लोप इति तादृशं नास्ति खलु तत्र न जानामि एकनिमिषं सूत्रं स्वीकुर्मः ज्वरत्वर वयं तत्र धातुपाठे वयम् एक तत्र धातुपाठे दृष्टवन्तः प्रायः तद् हल्सन्धि तत्र इदानीं मनसि नास्ति धातुपाठे हल्सन्धि द्रष्टव्यम् ज्वर त्वर स्विव अव मव अनन्तरं तत्र अनुनासिकस्य क्विजलोः तद् सूत्रम् अत्र तस्य अनुवर्तनम् अपि भवति अनुविज्जलोः तत्र उपादायां च अस्ति तुर्व धातुः अस्ति अत्र किम् अस्ति एतत् अग्रिमसूत्रं किम् अग्रिमसूत्रमेव राल्लोपः राल्लोपः अत्र किम् अस्ति राल्लोप राल्लोपः किं वदति तत्र राल्लोपः इति रेफा चकारस्य वकारस्य लोपः भवति क्वी पीपरे जलाधिपत्ये अनुनासिके परे तर्हि तदेव भवति। तुरु इति धातु भिन्नमस्ति, त्वर इति भिन्नमस्ति। त्वर इत्यस्मिन् तत्र द्वयोः स्थाने भवति, तु इति प्रायः तत्र भगिनी भवती आरम्भं करोतु, वयं मध्ये मध्ये चिन्तनं कुर्मः। योगः ति तुर्प इति धातु, ओके, ओ गुण गुण अभ्यासस्य गुणः, ओके, सो तोतुर्ब तोतुर्ब इति अङ्गं, तोतुर्ब योगः ति, तोतुर्ब तोतोर्ब योगः ति, तोतोर्ब योगः ति, तकारः ति, वकारः ज्वर त्वर श्रिवि अनुनासिक न न राल्लोपः इत्यादि अङ्गकार्यमस्ति, वकारस्य लोपः भवति जलोपे तोत्तोर् इति भवति, तोत्तोर् ओ राल्लोपः इत्यनेन वकारयोः तत्र संयोगः अस्ति भगिनि, राल्लोपः तत्र वकारस्य लोपः भवति, तोत्तोर् तोत्तोर्ति इति रूपम्, प्रथमं गुणः यदा भवती उक्तवती पुगन्तलघुपदस्य च, तोतोर् तोतोर् योगः ति, क्षम्यतां तोतोर्व योगः ति, अनन्तरं राल्लोप पुगन्तलघु राल्लोपः इति 64 किल, 21 उपान्तलघुपदस्य अनन्तरम् एव आगच्छति एव 6421, ओके, रकारसंयोगः अस्ति चेत् वकारलोपः कित्तिङ्गित् प्रत्यये परे एव वा, अथवा सीमन् फर् दिस् जलादि कित्तिङ्गित् अनुनासिकस्य अनुनासिकस्य क्विजलोः ङिति इत्येव तत्र अनुवृत्तिः, रात् लोपः क्वि जलोः नीति कोः अङ्गस्य जलादि समीचीनं वा महोदय? समीचीनं भवति, जलादिप्रत्यये परे भवति, कित् इति नास्ति खलु एतत्, कित् जलादिप्रत्यये परे पित् प्रत्ययः खलु, कित् प्रत्ययः अपि भवति इति, जलादिप्रत्यये परे अपि भवति इति वयं तत्र धातुपाठे वयं दत्तवन्तः, जलादि ओके, जलादि अथवा कित्नित् आ जलादि अपि च कित्नित् जलादिः जलादि तत्र सूत्रे तु उक्तं रात् लोपः स्विजलोः ङिति इति, एकनिमिषम् अहं मम तद् एतद् एक्सेल् शीट् उद्घाटयामि, प्रायः भवेत् तत्र कुत्रचित् तत्र दोषः अपि भवति तत्र अष्टाध्याय्यां तत्र अनुवृत्ति आमां क्विज्जलोः एव अस्ति तत्र क्विज्जलोः एकान्तः एव किल वकारान्त तोतुर्व लोपो व्योर्वलि इति तत्र सिद्धान्तकौमुदी वदति रेफात् परस्य चोः लोपः स्यात् कौ जलादि अनुनासिकादौ च प्रत्यये परे दत्तमस्ति खलु तत्र अष्टदे डाट् काम् मध्ये, तस्मात् एव पठितवती महोदय, परन्तु तत्र उपरि किति इति अनुवृत्ति अस्ति, तत्र काशिकायां रेफात् उत्तरस्य लोपः भवति कौ परतः जलादौ किति च परतः इति अस्ति अत्र जलादौ तत्र जलादौ किति नास्ति खलु, जलादि कित्नित् नास्ति अत्र तु कित्नित् नास्ति किल, पिच् प्रत्ययः एव किल, अत्र विशेषणं नास्ति जलादि कित्नित् अत्र विशेषणं नास्ति तत्र कित्नित् प्रत्यये परे अजादि भवतु खलु तत्र, आम् पूर्वं कुत्रचित् वयं राल्लोपः विषये अग्रे पश्यामः, अस्तु कुत्र अस्माकं तत्र तत्र सन्धिपाठे वयं पठितवन्तः एतत्तु ति इति अत्रापि अनुनासिकक्वीजलोः इत्येव अनुवृत्तिः अस्ति अस्माकं पाठे अपि अङ्गस्य राचोः लोपः अनुनासिके क्वीजलोः विशिष्टसूत्रम् तर्हि तत्र करपत्रे अस्ति वा भगिनि अस्माकं करपत्रे आम् आम् आम् आम् तर्हि कित् भवतु अथवा पित् भवतु तत्र किमपि नास्ति तत्र तादृश तोतोर्ति इत्येव रूपं तर्हि तदेव अस्ति राल्लोपः इत्यनेन इत्यनेनैव अनन्तरं तत्र रेफस्य निषेधः अत्र संयोगः न भवति खलु तत्र संयो किमस्ति अत्र नास्ति वा क्षम्यतां तद् नास्ति क्षम्यतां राक्षसस्य विषये भवान् वदति किल तद्भिन्नमस्ति तद्भिन्नम् इदानीं न जातकस्य पदान्तिसंयोगः नास्ति खलु नास्ति नास्ति नास्ति तोतोर्ति देन् तोतुर्वयोगः इति तोतुर्वियोगः इति अत्र राल्लोपः नास्ति जलादिक् नास्ति सो तो तोतुर्वीति अनन्तरं तः अपि अन्यदपि अस्ति खलु तत् दीर्घः भवति खलु हली च उपादाय तत् अस्ति खलु तत्र हली च रुवोरुपदाय दीर्घैकः रुवोरुपदाय दीर्घैकः हली च 877 उपादायाञ्च उपादायाञ्च किमपि अस्ति खलु आम् उपादायाञ्च इति 82 हली च इति 877 उपादायां च 878 आम् उपादायां च किं वदति हलः धातोः उपदयोः रुवोः ऐ हेव् रिटन् वेर् क्लोस् उपदाय उपदायाञ्च अत्र रेपः उपादायाम् अस्ति चेत् रेपात् पूर्वं यद् इक् वर्णः अस्ति तस्य दीर्घः दीर्घः भवति सो तो तर्हि उपादायाञ्च इत्यनेन तोतूर्वीति सत्यं तोतूर्वीति तूर्वीति एतत्तु उपादायाञ्च इति अत्र तः इत्यत्र पश्यतु भगिनि तत्र हलि च तोतुर्वयोगः तः तोतुर्वयोगः तः कित्नित् प्रत्यय सो रात्स राल्लोपः इत्यनेन वकारलोपः भवति वकारलोप अनन्तरं तोतुर्योगः तः तोतुर् रेफान्तदातु सो रुवोरुपदाय दीर्घैकः रुवोरुपदाय दीर्घैकः इत्यनेन तोतुर्ब् नो नो तोतुर्योगः तः तो तूर्तः हली च इत्यनेन हली च हली च इत्यनेन हली च इत्यनेन सः स इति हल् इति अनेन तोतूर्तः सत्यं अजादि अजादिप्रत्ययः परः अस्ति चेत् उपादायाञ्च तत्र हल् अन्ते हल् भवेत् उपादायां रेपः भवेत् तस्मात् पूर्वं यद् इक् वर्णः तस्य दीर्घः भवति उपादायाञ्च 878 हली च रेपान्तवकारान्तधातुः तस्य उपादायाम् इक् वर्णः तस्य दीर्घः भवति हली च हली परे किल अतः हली च तोतूर्त अति तोतु अति अति अपि अत्र वकारलोपः नास्ति तोतूर्वयोगः अति अति सिमिलर् टु इति ओके अजादिप्रत्यय सो उपधायां च इत्यनेन तोतूर्वति तोतूर्वति अत्र तोतूर्वीति विषक् अत्र तोतूर्वति अनन्तरं सी पित् प्रत्ययः तो तोतुर्वयोगः सि पित् प्रत्ययः अत्र जलादि अपि अस्ति जलादि इत्यनेन वकारलोपः भवति. तोतोर्ब् प्रथमं तोतोर्ब् तोतोर्ब् योगः सि वकारलोपः भवति रालोपः इत्यनेन वकारलोपः भवति यतोहि सकारः झल् अस्ति. ओके सो तोतोर्षि भवति रेपः रेपः पूर्वम् अस्ति तोतोर्षि. आं सम्यक् तोतोर्षि. देन् ईषि ईषि अत्र वकारलोपः अस्ति वा ईषि जलादि नास्ति. सो तो तोतुर्व तोतुर्व योगः ईषि इत्येव अस्ति. रालो रा वाट् इस् दट् सूत्र रालोपः कार्यं नास्ति. तो तोतुर्व योगः ईषि अजादिप्रत्ययः अस्ति इत्यनेन अत्र रेपान्तदातु रेपवकारान्तदातु रेपवकार काम्बिनेशन्. ओके तोतुर्व योगः ईषि तो तु उपदायां च इत्यनेन ओके रेपपूर्व उकारस्य दीर्घः तोतूर्व तोतुर्वीषि अत्र तोतुर्वीति अत्र तोतुर्वीषि तोतुर्वीषि उपदायां च कार्यम्. अनन्तरं तः तः इति झल् प्रत्ययः. झल् प्रत्ययः इत्यनेन वकारलोपः भवति. तो तोर् न न टो तोर् तोतुर् तोतुर् तोतुर्व वकारलोपः तोतुर् तः तः हलि च तोतुर् तोतुर् एवमेव तोतूर् सम्यक् मी गुणकार्यं तोतोर् तोतोर्ब् योगः मी तोतोर्ब् योगः मी राल्लोपः कार्यमस्ति वा झल् झल् खलु ओ अनुनासिक अनुनासिक इत्यनेन अस्तु राल्लोपः अनुनासिकस्य क्विज्झलोकिङ् अस्तु अनुनासिक इत्यनेन वकारलोपः भवति. तो तुर् योगः नो तो तोर् योगः मि तो तोर्मि एव भवति. व्याधिप्रत्यय हली च हली च खलु भगिनि अत्र हली च इति कार्यं करोति वा तोतोर् मी एव अस्ति किल अन्ते तु हल् वकारः मकारः नास्ति. खलि च रेपान्तवकारान्तदातुः इदानीं तोतोर् रेका रेपान्तः रेपान्तदातु खलु खलु परन्तु पूर्वम् इक् वर्णः नास्ति किल तोतोर्मि एव इक् वर्णः भवेत् पूर्वम् ओकारः अस्ति. आम् आम् तोतोर्मि अस्तु भगिनि तोतोर्मि देन् तोतोर् अत्र तोतोर्वीमि तोतुर् तोतुर्वीमि ऊ दीर्घः इदानीम् इक् अस्ति तोतुर्वीमि नास्ति अजादिप्रत्यय उपधायां च इत्यनेन तोतुर्वीमि सत्यं दीर्घः दीर्घः देन् वहमः वहमः अपि हलि आं सत्यमेव हलि सो तो हलि इत्यनेन तोतूर्वः तोतूर्मः सत्यं सम्यक् तदेव समीचीनम् अस्तु अग्रिमसप्ताहे वयं तस्य रूपाणि अग्रे साधयामः. लोट् लङ् विधिलिङ्ग तुर्व धातोः नूतनकार्याव इति धातुः अग्रिममस्ति तत्र आगच्छति अस्माकं ज्वरा त्वरा अतः किञ्चित् दृष्ट्वा आगच्छन्तु अत्र ज्वर जाज्वर इत्यत्रापि आगच्छति पुनः ज्वरम् आगच्छति आम् अतः किञ्चित् तद् दृष्ट्वा आगच्छन्तु सूत्रम् अस्माकं करपत्रे एव पश्यन्तु अत्र अष्टाध्यायी डाट् काम् मध्ये पूर्णतया अस्माकं करपत्रे वयं दृष्टवन्तः एतानि सर्वाणि प्रथमकरपत्रे अथवा द्वितीयकरपत्रे सिक्स् फोर् ट्वेण्टि सूत्रसङ्ख्या तद् दृष्ट्वा आगच्छन्तु विस्मृतवन्तः किञ्चित् किञ्चित् तत्र निमित्तं सम्यक् विस्मृतवान् आम् सत्यं पश्यामि अस्तु समीचीनं धन्यवादः धन्यवादः धन्यवादः भगिनी नमस्कारः